रुधादिगण इति अस्माकं पाठः प्रवर्तते. तत्र अस्माभिः पञ्चमः बिन्दुपर्यन्तम् अस्माभिः पठितं धकारान्तः धातवः इति, खलु? धकारान्तधातवः पर्यन्तम् अस्माभिः पठितं, खलु? तत्र रुद् अस्माभिः पठितं. तत्र रुन्द् भवति, रुणद् भवति, तस्य रूपाणि कथं भवति भवन्ति अस्माभिः पूर्वं पठितं. ज्ञातं. इदानीं षष्ठः बिन्दुः षकारान्तः धातवः. षकारान्तः धातवः. अस्तु, तर्हि इदानीं मदर् महोदय आरभतु. आं महोदय. षकारान्ताः धातवः द्वौ धातु त्रिषु तिष् तिष्णु पिश् शिष्णु शिष् परस्मैपदी विशेषणे शिष् योगशं मिदच्छुन्यात् परः शिनज् शीनज् शिनश् शिनश् तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यं पित्सु अङ्गकार्यं नास्ति. शिनश् योगः ति सन्धिकार्यं भवति. शिनष्टि शिनश् योगः आणि शिनशानि. अपित्सु शसोरल्लोपः इत्यनेन श्नम् इत्यस्य अकारस्य लोपः शिनश् योगतः शिन् शिंश् योगतः सन्धिकार्यं शिंष्टः सन्धिकार्यं शिनश् योगति शिनश्चुः इत्यनेन शिंष् योगः अन्ति. किमर्थं नत्वं न भवति इति चेत् अस्य प्रक्रियायां नश्यपदान्तस्य जलि अनुस्वारस्य इ परसवर्णः इत्यनयोः कार्यम् अत्रापि भवति. यथा रुन् धातोः प्रसङ्गे तथा अत्र अन्ति इत्यस्मिन् अपदान्तस्य नकारस्य अनुस्वारादेशः तु भवति एव. न अवगच्छामि महोदय. किम् अत्र शिन्शोकः अन्तिमे नत्वं न भवति खलु? अत्र अस्माभिः बहुवारं पठितं तत्र किमर्थं नत्वं न भवति. अत्र किमर्थं नत्वं न भवति? शिनशण्टि अथवा किमर्थं न भवति? यथा कुर्वन्ति मध्ये न भवति तथैव अत्रापि न भवति खलु? चिन्तयतु. अत्र पूर्वत्र सिद्धम् इति सूत्रक्रमेण कार्यं करोतु. तत्र नत्वं भवति न वा इति वदतु. कोऽपि सहायतां कर्तुं पूर्वत्र सिद्धम् इत्यनेन प्रथमे अनुस्वारः भवति. अनुस्वारः भवति ततः न कार्यं भवति. मध्ये अनुस्वारः अनुस्वारः तु भवति परन्तु अग्रे किम् अन्य कोऽपि तत्र नष्टपदान्तजलि इति भवति यदा अनुस्वारः भवति तदा तत्र रसाभ्यां तत्र तत्र न भवति. किमर्थं तत्र इदानीम् अनुस्वारः अस्ति इति कृत्वा तत्र निमित्तं नास्ति. अनुस्वारः अस्ति तत्र नकारं स्थानि नास्ति. इदानीम् अनुस्वारः एव अस्ति अतः नकारः नास्ति तत्र अतः नत्वं न भवति. अतः अनन्तरं यदस्ति अनुस्वारे परसवर्णः तद् भवितुमर्हति तत्र अस्ति. तर्हि अन्तिमध्ये नकारः प्रथमं तु अपदान्तनकारः अस्ति अतः नष्टपदान्तस्य गति इत्यनेन अति इति भवति अनुस्वारः भवति. तदनन्तरं क्रमेण दशाभ्यां नूनः समानपदे इति तस्य प्रसक्तिः भवितुं शक्नोति क्रमेण. परन्तु कार्यं न भवति, यतोहि तत्र नकारः नास्ति एव खलु, तत्तु अनुस्वारमेव पश्यति, अतः कार्यं न भवति। इदानीम् अनन्तरम् अनुस्वारस्य एपरसवर्ण इति सूत्रेण नकारः पुनः आगच्छति, परन्तु तत्तु रसाभ्यां नोण इति सूत्रस्य कृते परसूत्रमस्ति, अतः कार्यसिद्धम् इत्यत्वेन तस्य अपि कार्यं न भवति। तर्हि इदानीम् अतः अन्तिमध्ये कदापि तत्र नत्वं न भवति। सर्वे आगच्छन्ति वा? मगरमहोदय अवगच्छति वा? अवगच्छामि। अवगच्छति खलु? अवगच्छामि महोदय। सत्यं? किम् अभवत् महोदय, एकवारं वदतु पुनरपि। मगरमहोदय भवती वदतु इदानीम् आगच्छति चेत्। नश्यपदान्तस्य जलि इत्यनेन प्रथमम् अनुस्वारः भवति, तदनन्तरं रसाभ्यां नो नः समानपदे इति सूत्रं अनुस्वारमेव पश्यति, नत्वं न पश्यति इत्यनेन नकारः नास्ति खलु, अनुस्वारः एव पश्यति, अनुस्वारं पश्यति, नकारः नास्ति एव, अतः नत्वं न भवति। तदनन्तरं अनुस्वारस्य ईकारसवर्णः इति सूत्रमस्ति। आगच्छति वा मदर महोदय? आं महोदय। विजय महोदय? आं महोदय, अवगच्छामि। अग्रे श्रशुः इति पठनीयं वा? श्रशुः, हा पठतु। श्रुणास्तु, श्रुणाष्टुः दन्त्य सकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकार आदेशः टवर्गीयवर्ण आदेशः च भवतः मूर्धन्यषकार टवर्गीयवर्णयोः योजनेन शिनच् योगसि षडोको हसि इत्यनेन षकारः सकारः भवति। किं षडोः कः सि भवति? सि इत्यनेन ककारः भवति, ककारः सि निमित्तिकं कृत्वा। तर्हि रूपं किं भवति? शुनक् योगः सि, शुनकयोगः सि, तदनन्तरमेव अनुस्वर आदेशप्रत्ययोः भवति इत्यनेन सुनक्षि, सुनक्षि किं भवति? शिनक्षि, न तु शुनक्षि, शिनक्षि किं भवति? शिनक्षि भवति महोदय। शिनक्षि, अस्तु। इदानीम् अग्रे रघुपतिमहोदय, शिनश्योग हि किं भवति? शिनश्योग हि इति अस्ति, श इति जल् अस्ति, अतः तत्र हू जल् बहेर्दि इत्यनेन तत्र धी भवति, दकारः भवति। शिनश्योग धी इति अस्ति, इदानीं षकार धकार अस्ति, षकार धकार अस्ति, अतः तत्र षकारः धकारः अस्ति चेत् तत्र सुनाष्टुः इति भवति। धी शिन शिन एकनिमिष शिनश् शिनश् धकार खलु, अस्तु तत्र क्षम्यतां, तत्र एतत्तु अस्ति खलु, तत्र किमस्ति स्नसोरल्लोपः इत्यनेन तत्र शिंशि इति वा शिंशि योग धी इति अस्ति, शिंशि योगधी, क्षम्यतां, शिंशि योगधी इति अस्ति, शिंशि योगधी इति अस्ति, इदानीं तत्र धकारस्य ढकार भवति, प्रथमं नश्चपदान्ते झलि भवति खलु, हा प्रथमं नश्चात्रान्ते भवति क्षम्यतां शिनश् शिनश्योगहि इति अस्ति शिनश्योगहि इति इदानीं तत्र धी भवति हूजल्पहे धी इति भवति शिनश्योगधी क्षम्यतां अनन्तरं तत्र ततः पूर्वं शिन्श्योगधी क्षम्यतां शिन्श्योगधी इति अस्ति शिन्श्योगधी इदानीं तत्र तुना क्षम्यतां शुनष्टु प्रथमं तु नश्चपदान्तस्य सोरि नश्चपदान्तजलि इत्यनेन अनुस्वारः भवति शिंश्योगधी शिंश्योगधी इति भवति इदानीं षकारधकारयोः ष्टुत्वं भवति शिण्ढी शिण्ढी इति अनन्तरम् अनुस्वारस्य एकनिमिष अनुस्वारषकारः अस्ति खलु शुनष्टुः भवति शिन्श्योगः ढी अग्रे किं शिन्श्योग ढी सत्तु ढी इति खलु क्षम्यतां शिन्श्योग ढी इति अस्ति अत्र ढी इति अस्तु जल् अस्ति जल् योग ढी इति अस्ति जस्त्वं भवति किं भवति तत्र जस्त्वं भवति शकारस्य शकारस्य जलां जर्जसि इत्यनेन शकारस्य डकारः शकारस्य डकारः भवति डकारः भवति षिण्ड् योग ढी षिण्डि इति षिण्डि इति भवति अन्तिमसूत्रं किं षिण्डि षिण्डि महोदय षिण्डि षिण्डि इति अस्ति अन्तिम अस्तु इदानीं षिम् अनुस्वारस्य इदानीं डकारः अस्ति षिण्ड् षिण्डि वदामि षिण्डि डकारः अस्ति अनुस्वार अनुस्वारस्य डकारस्य अनुस्वारस्य ऐ परसवर्ण इत्यनेन नकारः भवति नकारः भवति अनन्तरं षिण्ड् णकारः णत्वं मूर्धन्यनकारः अत्र षिण्ड् षिण्डि षिण्डि इति भवति आं सत्यं षिण्डि अत्रापि इदानीं डकार डकारद्वयमस्ति षिण्डि अथवा अपि च नकारः अस्ति णकारः अस्ति अतः हलूत्तरस्य इदानीं तत्र झरोझरि सवर्ण इत्यनेन तत्र डकारस्य डकारस्य लोपः भवितुमर्हति विकल्पेन षिण्डि षिण्डि झरोझरि सवर्ण इत्यनेन तत्र नकार डकार डकार अस्ति अतः झर् अस्ति जर्ह जर् अस्ति इदानीं हलुत्तरस्य जरः जरिपरे लोपः भवति इति झरोझरिसवर्ण इत्यनेन तत्र अन्तिम तत्र षिण्डि षिण्ढि इति रूपद्वयम् इति षिण्डि षिण्डि अस्तु अग्रे इदानीं रूपाणि कुर्मः परस्मैपदि तर्हि विजया महोदय लट् आं महोदय अत्र अत्र शिनश् इति धातु भवति खलु महोदय धातु शिश् अस्ति शिश् शिश्लुरु शिश्लुरु अस्तु महोदय अत्र लटिरूपम् अतीतकान्ति एतत् आगच्छति खलु एकनिमिषम् अत्र शिश्लूरु इति धातु किं भवति चेत् अत्र शिश्लूरु धातु अतीतकान्ति सीतकत मीवहमः अस्ति अत्र किमस्ति रुदादिभ्यः रुदादिभ्यः श्नम् इति भवति खलु महोदय रुदादिगणीयधातु इदानीं शिनश् इति भवति शिनश् अनन्तरं तत्र किं भवति अत्र अकार नकारः एव अस्तु शिनश् पि अस्ति तकारस्य स्थाने शिनश् अस्ति तकारस्य स्थाने शुनाष्टुः इत्यनेन तकारः भूत्वा शिनष्टि इति भवति समीचीनम् अस्तु अनन्तरं तः अस्ति तादृशमेव तत्र किम् अस्ति चेत् अत्र तत्रापि रुदादिभ्यः श्नम् भवति अनन्तरं पूर्वं दृष्टवन्तः तत् स्नसोरल्लोपः इति आगच्छति वा महोदय स्नसोरल्लोपः आगच्छति वा भवती वदतु तः अपित् अस्ति वा अपित् अस्ति तः अपित् अस्ति अत्र किं भवति अपित् अस्ति अतः किं भवति गुणनिषेधकः भवति अपित् अस्ति अत्र कित्वत् भवति अतः अत्र किं भवति सूत्रं किं रादिगणे भवती एव वदतु भवत्या उक्तं रुदादिभ्य स्नम् इति भवति अनन्तरं किम् अस्ति अत्र प्रत्ययः नित्वत् अस्ति चेत् किं भवति रुदादिगणे स्नम् तस्य किं भवति सामान्यरूपम् एकनिमिषः विजयमहोदय वदति अत्र अङ्गस्य अकारस्य स्न किं भवति इति अत्र सूत्रं किम् सूत्रं इदानीमेव मया उक्तं खलु महोदय अत्र किमस्ति भवती वदतु उक्तम् अतः एव वदतु खलु तः इति अस्ति शिश् इति अस्ति अत्र अत्र शिनश् शिनश् अस्ति शिनश् अस्ति अग्रे किं भवति अग्रे नकारस्य स्थाने अनुस्वारः भवति वा महोदय अहोहो भवत्या उक्तम् इदानीमेव किं सूत्रमस्ति तः इति अपित् अस्ति अतः शिनश् मध्ये किम् अङ्गकार्यं भवति भवत्या उक्तम् इदानीमेव टु मिनिट्स् बेक् सूत्रं स्नसोरल्लोपः इति भूत्वा किं भवति सिन्स् इति भवति अनन्तरं तत्र तत्र लक्षपदान्तस्य जलि इत्यनेन अनुस्वारः भवति अनन्तरं अनन्तरं शिञ्च् अनुस्वारः भवति अनन्तरं तकारस्य स्थाने टकारः स्टुनाष्टुः इत्यनेन शिंष्टः इति भवति तकार अनुस्वारस्य किमपि भवति वा अनुस्वारस्य ये परसवर्णः इति सूत्रं कार्यं करोति वा अथवा अनुस्वारः एव तिष्ठति अनुस्वारस्य यै पर यै वर्णः नास्ति खलु महोदय शकारः यै नास्ति अतः अनुस्वारः एव तिष्ठति शिंष्टः अरे अनन्तरम् अन्ति अस्ति खलु महोदय तादृशमेव अन्ति शिंशन्ति इति भवति वा शिंशन्ति हा अनुस्वारः शिंशन्ति भवति अनन्तरम् अत्र महोदय महोदय महोदय शिंशन्ति अस्ति खलु अत्र शकारः अस्ति तदनन्तरं नकारः अस्ति मध्ये अवधानं नास्ति अतः नकारस्य णत्वं भवति खलु शकारः नकारः मध्ये स्वरवर्णः एव अस्ति अतः रसाभ्यां नुण समानपदे अत्कुफाङ् नुम्यवायपि इत्यनेन नत्वं भवेत् खलु इदानीमेव मलर् महोदयेन उक्तम् अत्र रसाभ्यां नूनः इत्यनेन अनुस्वारः एव तिष्ठति एतत् रसाभ्यां नूनः इति अत्र अनुस्वारः न पश्यति इति दृष्टवन्तः खलु नकारः न पश्यति अनुस्वारः तु अस्ति नकारः न अनुस्वारः अस्ति अतः न नत्वं न भवति इति यतोहि अनुस्वारस्य यै नष्टबन्धझलि इत्यनेन अनुस्वारः अस्ति, तदनन्तरं नकारः नकारं न पश्यति रसाभ्यां नोणः इति सूत्रं. नकारः नास्ति चेत् नत्वं कथं भवति? न भवति. आमाम् आम् महोदय. अस्तु, इदानीं श्रूयते वा मीना भगिनी? इदानीं श्रूयते वा मीना भगिनी? मीना भगिनी म्यूट् मध्ये अस्ति. अस्तु, अनन्तरम् इदानीं सीतः सीतः भवति अत्र अत्र पित् अस्ति गुणकार्यं न पित् अस्ति अतः तत्र किमस्ति सः अस्ति सः अस्ति चेत् अत्र प्रथमम् अत्र इदानीं दृष्टवन्तः खलु महोदय षडोकः किमस्ति षडोकः सि इति भवति कुत्र अस्ति एकनिमिषं महोदय षडोकः सि इत्यनेन अत्र ककार आदेशः भवति अतः शिनक् इति भवति अनन्तरं सि स्थाने आदेशप्रत्ययोः इति कार्यं करोति वा महोदय? आदेशप्रत्ययोः इति कार्यं करोति अतः ककारशकार योजनेन क्षि भवति सिनक्षि इति भवति. अनन्तरं तः पूर्वमेव दृष्टवन्तः तत्र प्रथमवर्णः इदानीं द्वितीयवर्णः तकारः तादृशमेव कार्यम् अत्र भवति शिष्टः इति भवति शिष्टः. अनन्तरं त अस्ति शिष्ट इति भवति. अनन्तरं मी वहमः अस्ति मी पित् अस्ति हलादिपित् अस्ति किमस्ति अत्र पित् अस्ति किमपि कार्यं नास्ति अतः वर्णमेलनमेव समीचीनं वा महोदय? शिनश्मि इति भवति. अनन्तरं तत्र वहमः तादृशमेव भवति अत्र अपि खलु महोदय? अत्र न अत्र स्नसोरल्लोपः इत्यनेन नकारस्य लोपः भवति नकार उत्तरवर्ति अकारः लोपः भवति. अनन्तरं नच पदान्तस्य जलि इत्यनेन अनुस्वारः भवति. अनन्तरं शिंश् भवति शिंश्वः शिंश्मः इति भवति. तावदेव महोदय. अस्तु, तैः रूपाणि किं भवन्ति? शिंश्वः शिंश्मः इति भवति. आहत्य सिनष्टि सिंष्टः सिंशन्ति सिनक्षि सिंष्टः सिंष्ठ सिनश्मि न सिनश्मि वा सिंश्वः सिंश्मः. समीचीनं महोदय. आम्, शिनष्टि शिंष्टः शिंशन्ति शिनक्षि शिंष्टः शिंष्ठ शिनश्मि शिंश्वः शिंश्मः. अस्तु महोदय. महोदय, एकः व्याकरणविषये किञ्चित् एकः प्रश्नः अस्ति, पृच्छामि वा? निमित्तिक निमित्तिक निमित्तम् अत्र भेदः अस्ति वा महोदय? निमित्तिक टी पदम् अस्ति खलु अन्ते, निमित्तिक निमित्तं निमित्तम् अत्र किम् अस्ति चेत् वयं जानीमः एव, परन्तु अत्र निमित्तिक इत्युक्ते किं महोदय? निमित्तम् इति वयं जानन्ति जानीमः. निमित्तिक इति मया कुत्रापि दृष्टमेव, निमित्तिक इति पदम् आगच्छति. अत्र भेदः अस्ति वा द्वयोर्मध्ये? अस्ति एव खलु महोदय? अस्ति एव खलु निमित्तिक नैमित्तिक नैमित्तिक निमित्त निमित्तमस्ति नैमित्तिक नैमित्तिक इति वृद्धिः भवति, परन्तु अत्र किमपि अर्थः भेदः अस्ति वा इति मम प्रश्नः. निमित्तिकं निमित्तम् निमित्ते निमित्तस्य यस्मिन् फलमस्ति तत् निमित्तिकम्. ओ यस् ओ ओ अस्तु महोदय. तस्य कस्मिंश्चित् फलमस्ति खलु तत् एव निमित्तिकं नैमित्तिकं निमित्तिकं नैमित्तिक नैमित्तिक वृद्धि आदिवृद्धिः भवति वा महोदय? तदिते वचामादेः इति सूत्रेण आदिवृद्धिः वा? यप् आम् अस्तु महोदय, धन्यवादः महोदय. तद्धितेषु वचामादेः अस्तु अग्रे मनर् महोदय लोड् महोदय अत्र शिनश्योगः अन्ति अस्ति शकारः अनन्तरम् अकारः मध्ये अस्ति खलु, तदनन्तरं किमर्थं नतुं न भवति? शकारः अकारः तीतः अन्ति मध्ये कः पृच्छति? मलर् महोदय पृच्छति. इदानीमेव भवत्या उक्तं खलु शकारः अत्र अनुस्वार एव पश्यति नत्वं न पश्यति इति. शिनशन्ति इति भवति शकारः अकारः तदनन्तरं नकारः अस्ति मध्ये अकारः एव अस्ति खलु महोदय? भवत्या एव उक्तं भवत्या एव पूर्वम् उक्तं भवत्या एव उत्तरमपि तथा भवती अवगच्छति खलु. अत्र अनुस्वारः कः अस्ति अन्तिमध्ये? वस्तुतः एकनिमिष अन्तिमध्ये वस्तुतः नकारस्य पूर्वे अनुस्वारः भवति, सकारः झल् परे अस्ति, अपदान्त अस्ति खलु, अनुस्वारः भवति. तदनन्तरं रसाभ्यां नुणः समानपदे अनुस्वारमेव पश्यति अतः कार्यं न करोति. तदनन्तरम् अनुस्वारस्य ई परसवर्णः इत्यनेन नकारः पुनः आगच्छति अतः चिन्तयन्ति भवति. अनुस्वारः रसाभ्यां नुणः पुनः नकारः अतः रसाभ्यां नुणः अनुस्वारमेव पश्यति अतः कार्यं न करोति. लोट् लकारः महोदय अस्तु लोट् लहारः शिनश्योगः तु अत्र पित् अस्ति अतः शिनश्योगः तु शृणष्टुः इत्यनेन शिनष्टु शिनश्योगः तात् अत्र अपित् तदनन्तर ससोरल्लोपः इत्यनेन अकारस्य लोपः भवति शिंश् योगः तात् शिंशयोगः तात् अस्ति शृणस्तुः इत्यनेन शिंष्टात् शिंष्टात् शिनश्योगः ताम् अत्रापि नसोरल्लोपः इत्यनेन अकारस्य लोपः शिंश् योगः तात् ताम् अश्नाशुः शिंष्टाम् शिनश्योगः अन्तु ससोरल्लोपः तदेव शिंश् योगः अन्तु शिनशन्तु शिनष्टु वर्णमेलमेव शिनशन्तु शन्तु शिनश्योगः हि शिनश्योगः हि अस्ति किं भवति महोदय अत्र जल्भ्यो हेदिः इत्यनेन धि भवति शिंश् योगः धि धि भवति तदनन्तरं हा किं श्वेतः दीयते दशं भवति भवति शिष्टि भवति किं भवति महोदय हि अस्ति इति शिंश् योगः दीयति इदानीं शुष्कं भवति अतः शिंश् डि शिंश् डि शिंश् योगः धि इदानीं किं षकारः धकारः किं भवति श्रुत्वं भवति अतः शिंश् शिंश् डि भवति भवत्या ध्वनिः न आगच्छति किम् भवत्याः ध्वनिः सम्यक् अस्ति एव मीना महोदयेन न श्रुतमिति सा उक्तवती किञ्चित् करोतु महोदय तस्याः एव क्लेशः अस्ति मम क्लेशः अस्ति वा मीना भगिन्याः एव भवतः ध्वनिः सम्यक् श्रूयते मीना महोदय न मलर् महोदयस्य ध्वनिः न श्रूयते न श्रूयते महोदय इदानीं श्रूयते वदतु मलर् महोदय रूपं सम्यक् शिंश् योगः धि अग्रे किम् अग्रे न श्रुः इत्यनेन शिन् शिंश् डि तदनन्तरं जस्वं भवति वा षकारः धकारः तेन सूत्रेण हलो आं महोदय महोदय अत्र हि अस्ति तात् अस्ति खलु अत्र हि स्थाने किमर्थं वदति सा वदति खलु मदर् महोदय न षकारस्य स्थाने किं भवति षकारः योगः ढकारः किं भवति प्रथमे हि स्थाने दि भवति महोदय तत्तु सर्वं भवति तदनन्तरं श्रुत्वं भवति तदनन्तरं किम् डि भवति अग्रे अग्रे षकारः योगः किं भवति जस्त्वं जस्त्वम् आम् महोदय किं करोति भवती जलं अतः षकारस्य किं भवति शिन् षकारः डकारः भवति शिन् डि शिण्डि शिण्डि इति अग्रे किं कार्यं भवति सूत्रं शिण्डि अनुस्वार अनुस्वारस्य परसवर्णः इति सूत्रेण नकारः भवति शिण्डि शिण्डि द्वौ टकारः अस्ति जल् सवर्णे केन सूत्रेण सूत्रं चरोजरि सवर्णे इति सूत्रेण एकः टकारः लोपः भवति शिण्डि इति रूपं भवति एकं शिण्डि एकं शिण्डि एकस्मिन् पक्षे पक्षे दकारः अस्ति, एकस्मिन् पक्षे नास्ति नास्ति. शिन्दि इति भवति, शिन्द योगः. तात् अत्र सुनश्चुः शिन् शिन्स्टाट् तात् सुनश्चुः भवति शिन्स्टाट्. तदनन्तरं तं शिन्श् योगः तम् अस्ति शिन्ष्टम्. शिन्श् योगः त शिन्ष्ट श्रासुः इत्यनेन एव कार्यं भवति. तदनन्तरं शिनश् योगः आणि अस्ति शिनशाणि. अत्र नत्वं भवति शिनशाणि. शिनश्योगः आव शिनशाव शिनशाम. अत्र नकारस्य किमपि न भवति वा, स्नसोरल्लोपः न भवति वा? अपित् अपित् अस्ति महोदय. पित् अस्ति. अस्तु अग्रे अग्रे किमस्ति कः रघुपतिमहोदय? एकनिमिषं. अतः किं भवति, शिनष्टु शिंष्टात् शिंष्टां शिन्शन् शिन्शन्तु शिन्धि शिन् अथवा शिन्धि अथवा शिन्ष्टात् शिन्ष्टं शिन्श्च शिनशाणि शिनशाव शिनशाम. लोट् शिष्योग तु इति अस्ति, इदानीं शिनश् इति भवति, तु तकार त इति पित् अस्ति इति कृत्वा शिनश् इति शिनश्योग त इति. अनन्तरं हल्ग दीर्घ सूतिस्य अतृत्तं हलितेन शिन क्षम्यतां प्रथमम् अश् अडागमः अडागमः अश् अश् अश् किमस्ति अत्र शिश् खलु अशिनश् इति अस्ति. अशिनश् योगात् इदानीं तत्र लोपः भवति, अशिनश् इति अवशिष्यते. अशिनश् इति जलां जशवन्ति इति अशिनड् इति भवति. वावसानित्येन अशिनट् इति भवति, अशिनड् अशिनट् इति भवति. इदानीम् अशिनश् योगताम् इति अस्ति, अशिनश् योगताम् इति अस्ति, तत् चतुरलोप ताम् इति अपित् अस्ति कृत्वा ताम् तत्र शिंश् अशिंश् योगताम्. अनन्तरं तत्र अशिंश् योगताम् इति अस्ति, तत्र नकारस्य अनुस्वारः भवति अशिंश् योगतां श्रुत्वम् अशिंष्टाम् इति. तथैव अशिंश् इति एव अङ्गमस्ति, अशिंश् एक अङ्गम् अशिंशन् इति भवति, किमपि नास्ति. अशिनश् योगस् इति अस्ति, तत्र तत् यत्र यथा पूर्वं वयं दृष्टवन्तः हल्दीर्घसूति अर्थतः हलित्यनेन अशिनश् इति अशिनड् अथवा अशिनट् इति भवति, जलां दशवन्ते वावसानित्यनेन. अग्रे तं त इति अस्ति, द्वौ अपि अपित् प्रत्ययौ अतः अशिंषि इति भवति, तत्र चतुर्लोप अशिंषि इति भवति, अशिंष्टम् इति भवति श्रुत्वम् अशिष्टम् अशिष्ट इति तत्र क्षम्य अनुस्वारः भवति, केव अनुस्वार एव तिष्ठति अशिंष् इति भवति. अनन्तरं श्रुत्वम् अशिष्टम् अशिष्ट अशिनश् योग अम् अशिन अशिनश् योग अम् इति पित् अस्ति, अशिनशम् इति भवति. अनन्तरं वाम इति द्वौ अपि अपित् प्रत्ययौ स्नसरलोप इत्यनेन अशिंश् इति भवति, अशिंस् नकारस्य अनुस्वारः अशिंस् इति भवति, अशिंश्वः अशिंष्मः. तर्हि अशिनश्वः अशिंश्व क्षम्यता अशिंश्व अशिंष्म अशिनट् अशिनड् अशिष्टाम् अशिंशन् अशिनड् अशिनट् अशिष्टम् अशिष्ट अशिनशम् अशिंश्व अशिंष्म इति. उत्तमम्. इदानीं विधिलिङ्गि किं भवति, सर्वत्र स्नसोरल्लोप इत्यनेन शिंष् भवति, शिंस्यात् शिंस्यातां शिंश्युः शिंस्याः शिंस्यातं शिंस्या शिंस्यात शिंस्यां शिंस्याव शिंस्यामः खलु? नास्तु, तर्हि शिंश् समाप्तम्. तथैव पिश् अपि भवति, तस्य पिश् पिनश् भवति. कुत्र अस्ति, पिंश् मध्ये अपि पिनश् पिनश् भवति, पिंश् भवति, तथैव इदानीम् अग्रे अस्ति सकारान्तः धातवः, सकारान्तः धातवः एकः एव धातुः अस्ति हिसि, तत्र भवति हिनस् न हिसि अस्ति। हा इदानीं कोऽपि वदतु हिसि इति मूलधातुः अस्ति, तस्य लौकिकधातुः किं भवति हिसि? कोऽपि विना पठित्वा अपठित्वा इदित् अस्ति, अतः किं भवति हिंस् इति भवति इदितो नुम् धातो इत्यनेन नुम् आगमः भवति, अतः हि न स हिंस् इति धातु भवति हिंस्। तत्र नकारस्य अनुस्वारः भवति नश्चपनजलि इत्यनेन, अतः हिंस् इति भवति हिंस्। खलु अथवा अनुस्वारः न करोतु इदानीं हि स हि हिंस् अस्तु हिंस् इदानीं किम् अग्रे इदानीम् अग्रे अस्ति इदानीं इदानीं हि न स अस्ति इदानीं श्नसु किं श्नं प्रत्ययः कुत्र आगच्छति इदानीम् आगत्य कुत्र नकारः कुत्र न इति कुत्र भवति मिदचोन्त्यात् परः इत्यनेन अच्वर्णस्य परे आगच्छति अतः किं भवति हीनन्स् हीनन् खलु इदानीं किम् नकारस्य लोपः हि नन्स् मध्ये न इति श्नम् अस्ति तस्मात् अनन्तरं न अस्ति पुनः तस्य न तस्य नकारस्य लोपः भूत्वा किं भवति अङ्गं हिनस् हिनस् सर्वे आगच्छन्ति खलु आं महोदय हिनन्स् हीनस् भवति हीनस् अस्तु सर्वे आगच्छन्ति आम् महोदय अस्तु हिनस् तदनन्तरं हिनस् तस्य रूपाणि भवन्ति कथं भवन्ति यत्र इदितो नुम् धातु अस्माभिः पठितं नश्चपनझलि हिनस्सा श्नान्लोप हिनस् भवति एकनिमिषम् इदानीं तिङ्गप्रत्ययनिमित्तिकम् अङ्गकार्यम् अत्र पित् मध्ये किमपि कार्यं भवति वा विजय महोदय पठतु तिङ्गप्रत्ययनिमित्तिकम् अङ्गकार्यम् ए ए बिन्दु हलो श्रूयते वा आम् अहं वदन्ती अस्मि अस्तु महोदय शृणोति एव अत्र तिङ्प्रत्यय निमित्तिकं निमित्तिकम् इदानीम् अस्ति निमित्तकं निमित्तमेव खलु महोदय अत्र का प्रत्ययं योजनेन निमित्तकम् इति भवति अस्तु तिङ्प्रत्यय निमित्तकम् अङ्गकार्यम् अत्र पित्सु अङ्गकार्यं नास्ति हिनस् योगः ति अत्र वर्णमेलनं एव हिनस्ति इति भवति हिनस् योगः आणि हिनसानि इति लोट्लकरे उत्तमपुरुषे एकवचनं भवति हिनसानि इति अपित्सु अस्ति चेत् अत्र स्नसोरोल्लोपः इत्यनेन स्नम् इत्यस्य अकारस्य लोपः भवति अतः हिनस् योगः तः इदानीं किम् अस्ति चेत् अत्र स्नसोरल्लोपः इत्यनेन हिन्स् भवति, हिन्स् योः तः सन्धिकार्यं भवति अत्र, हिंस्तः इति भवति, तावदेव अत्र, खलु महोदय? किमपि नूतनं नास्ति, शृणाशुः इत्यस्य एतत् कार्यं नास्ति एव, तः एव भवति अत्र हिंस्तः इति. अनन्तरं बि सन्धिकार्यम् अस्ति नचपदन्तस्य जलि इत्येव, करिच इत्यपि यत् यथासङ्गं फलं यथा यथावत् सकारः जलि जलि चरि च जलि सकारः जलि चरि च आम् करि च जलः स्थाने चरादेशः भवति करिपरे. अनुवृत्तिसहितसूत्रं जलां जर् खरि च संहितायाम् इति भवति. किमपि नूतनं नास्ति, खर् अस्ति नास्ति एव. लोटि लोटि वदतु, लोटि नूतनमस्ति. लोटि अत्र हि स्थाने दि भवति, हु जल् ब्यू हेर् दि इत्यनेन. तदा दकारादिप्रत्यये परे सकारान्तधातोः सकारस्य लोपः भवति दि च इत्यनेन इति सूत्रेण. इदं जलां जश् जशि इत्यस्य अपवादः. अत्र हि स्थाने दि भवति सूत्रम् एतदेव खलु महोदय, हू जल् ब्यू हेर् दि इति सूत्रेण एव खलु महोदय. आम् अनन्तरं दकारादिप्रत्यये परे सकारान्तधातोः अस्ति चेत् अत्र सकारस्य लोपः दि च इत्यनेन भवति. दि च तु जलां जश् जशि इत्यनेन अपवादसूत्रमस्ति. अपवाद इति तस्य धी च इति पूर्वसूत्रमस्ति, अतः पूर्वत्र सिद्धम् इत्यनेन तस्य कार्यं पूर्वं भवति. आम् आम् आम् महोदय. अनन्तरं हिंस् इति भव हिंस् योगः हि हू जल् बि हेर् दि इदानीं हिंस् योगः हि स्थाने दि भवति. अनन्तरं दि च इत्यनेन सकारस्य लोपः भवति, अतः तत्र लोपः भवति चेत् अत्र हिन्दि एव भवति. अनुस्वारस्य यै परसवर्णः इत्यनेन परसवर्णः आदेशः भवति, अतः हिन्दि इति भवति. परसवर्णः दकारस्य अन्तिमवर्णः नकारः एतत् मध्ये भूत्वा हिन्दी इति अन्तिमरूपं भवति. दि च अत्र सूत्रं वदति सकारस्य लोपः भवति दकारादिप्रत्यये परे, दि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. रात्तस्य रात्सस्य इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः, संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं दि च सस्य लोपः इति अत्र दि च इति विषये तत्र दत्तं महोदय. धकारान्त धकारादिप्रत्यये परे सकारस्य लोपः, धकारादिप्रत्यये परे सकारस्य लोपः भूत्वा हिंस् योगः धी सकारस्य लोपः तत्र हिन्धी इति भवति, हि धी हिन्धी. सर्वे अवगच्छन्ति वा? महोदय अत्र नूतनविषयं किमपि नास्ति एव, दीच इति सूत्रमपि जानाति एव, सकारस्य लोपः भवति. वस्तुतः न अत्र एकं दोषः एकः दोषः अस्ति, हिनस् योगः हि अस्ति खलु, अत्र ससोरल्लोपः इत्यनेन हिंस् योगः हि भवति, न तु अनुस्वारः. प्रथमं तु नकारः तत्र आगच्छति, नकारः अत्र करपत्रे हिंस् मध्ये अनुस्वारः लिखितः अस्ति खलु, वस्तुतः तत्र नकारः भवेत्, हि न स योगः हि. तदनन्तरं हि च हुजल्भ्यो हेर्दि इत्यनेन हि न स योगः धि, धि च इत्यनेन सकारस्य लोपः भूत्वा हि इन् धि. तदनन्तरं नश्च प्रदझलि आगत्य नकारस्य अनुस्वारं करोति, हि धि. तदनन्तरम् अनुस्वारसवर्ण इत्यनेन हि धि, नाम प्रथमं तु नकारः भवेत्, तदनन्तरं क्रमेण गत्वा तत्र नश्चापमसझलि कार्यं करोति. अत्र परपत्रे प्रथममेव अनुस्वारं लिखितमस्ति, तत्तु असत्यमस्ति. ऊझल्भ्यो हेर्दि यथा कार्यं करोति तदा तु तत्र त्रिपाद्यां नास्ति खलु, सपाद अष्टाध्यायमस्ति, अतः तत्र नकारः एव अस्ति, न तु अनुस्वारः. तर्हि आगच्छन्ति वा? अत्रापि किमपि नूतनतया नास्ति एव नूतनं नास्ति अत्र तत्र नसोरल्लोपः कार्यं करोति एव अतः एव नकारः तिष्ठति नकारस्य अकारः दत्त्वा इन् स न तु अनुस्वारः अनुस्वारः लिखितमस्ति अत्र तत्र दोषपूर्णमस्ति हि न स तदनन्तरं हि न स धि तदनन्तरं सकारस्य लोप हि न धि तदनन्तरं नष्टपदाञ्जलि इत्यनेन हि अनुस्वारः धि तदनन्तरम् अनुस्वारस्य पुरस्वर्णस्य पुनः नकारमागत्य नकारः आगच्छति हीं धि इति नाम अन्तिमरूपं तथैव अस्ति परन्तु क्रमः समीचीनः नास्ति अस्तु अरे इदानीं मदर् महोदय अस्ति खलु न हा मदर् महोदय इदानीं लङ्गि किं किं कार्याणि भवन्ति इति पठतु लङ्गि सकारधातूनां कृते किं भवति लङ्गि सकारान्तधातूनां सिपि सिपि च कार्यं सिप्यनस्तेः इत्यनेन लङ् लकारस्य सिपि परे सकारान्तपदस्य सकारस्य दकारादेशो भवति अहिंस योगः तकारः हल्याभ्यो दीर्घा सुतिसपृक्तं हल् इत्यनेन तकारलोपः अहिंस इति पदम् इति पदं सिप्यनस्तेः इत्यनेन पदान्ते सकारस्य दकारादेशः तदा विकल्पेन कर्तुम् अहिन्द् अथवा अहिन्द् भवति अहिनद् एव खलु मलोर् महोदय अहिनद् एव अहिनद् अहिनत् पित् अस्ति खलु पित् अस्ति अतः तिप्यनस्तेः इत्यनेन किं भवति तिप् प्रत्यये परे सकारान्त नाम तिप् परे अत्र अहिनस् योगः त अस्ति सकारस्य लोपः भूत्वा अहिनस् इति पदं भवति सकारान्तपदमस्ति तस्य अग्रे तिप् प्रत्ययः अस्ति अतः सकारान्तपदम् अग्रे तिप् प्रत्ययः अस्ति चेत् जलां जशोऽन्ते तस्य अपवादः जुषोरु तस्य अपि अपवादः व्यनस्तेः इत्यनेन सकारस्य ऋण भवति परन्तु दकारः भवति अहिनद् तदनन्तरं वावसाने इत्यनेन अहिनत् आगच्छन्ति वा इदानीम् अस्ति तिप् प्रत्ययपरे तिप् प्रत्ययपरे किं भवति इत्यनेन किं भवति लङ् लकारस्य सिपि परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः ऋत्वं वा भवति तकारः अथवा ऋत्वं तर्हि रूपाणि कानि भवन्ति अहिरस् योगः सकारः इदानीं सकारलोपः अहिन् अहिनस् सिपि धातुरुर्वा इत्यनेन विकल्पेन रु आदेशः अहिनस् अथवा अहिनरु अहिनरु चेत् ऊ इत्यस्य संज्ञकलोपाश करवसानि विसर्जनीयः इत्यनेन विसर्ग रेपस्य विसर्गादेशः अहिनः अहिनः भवति एकरूपमस्ति अहिनः अन्यानि रूपाणि अहिनः अहिनद् अहिनत् तर्हि अहिनः अहिनद् रूपत्रयं भवति खलु आगच्छन्ति वा इति धातुरुर्वा तर्हि नूतनं किमपि नास्ति नूतनं किमपि नास्ति परन्तु अत्र सूत्राणि वयं अग्रे इदानीं चतुर्षु लकारेषु रूपाणि कुर्मः किमस्ति इदानीं मदन महोदय भवती पठति खलु आम् इदानीं हा भवान् अस्ति द्रौपदी महोदय आं महोदय हिसि इति हिसि एव ति इति अस्ति अतः हिसि इति इदित् अस्ति इति तोदं दादयि इदानीं हिन्स् इति भवति अनन्तरं तत्र स्टम् इति प्रत्ययः भवति हिनन्स् इति भवति हिनन्स् यत्र स्टान्नलोपः इत्यनेन तत्र नकारलोपः हिनस्योग हिनस्योग ति इति अस्ति किमपि कार्यं नास्ति हिनस्ति इति भवति हिनस्ति इति इदानीम् अनन्तरं तथैव हिनस् इति एव अङ्गमस्ति सर्वत्र हिनस्य गर्तः इति अस्ति इदानीं तः इति पित् अस्ति अपित् अस्ति इति कृत्वा हिन्स् हिंस्य गर्तः वर्णमेल तत्र क्षम्यतां हिंस् इत्यत्र नकारस्य अनुस्वारः अनुस्वारः भवति हिंस्तः इति भवति अनुस्वारी परसवर्णः भवति हिंस्तः तथैव हिंस्य गन्ति हिंसन्ति इति भवति अनन्तरं तत्र हिनस् इति अङ्गं सि इति अस्ति पित् अस्ति अतः हिनस् योग सि किमपि कार्यं नास्ति हिनस्सि इति भवति हिनस् योगतः पित् अस्ति अपित् अस्ति इति कृत्वा ष्टस्वरलोपः इत्यनेन हिंस् योगतः हिंस्तः तथैव हिंस्थ इति भवति हिनस् योग मि पित् अस्ति अतः हिनस्येव तिष्ठति हिनस्मि इति भवति हिनस्य गवः महा तत्र द्वौ अपि अपित् प्रत्ययौ अतः स्नतरलोपः इत्यनेन हिंस् इति भवति हिंस् अतः अनन्तरं तत्र अनुस्वारस्य नश्चापदान्तस्य जलितेन अनुस्वारः हिंस्वः हिंस्मः तर्हि हिनस्ति हिंस्तः हिंसन्ति हिनस्सि हिंस्तः हिंस्त हिनस्मि हिंस्वः हिंस्मः इति कस्य प्रश्नः अस्ति वा महोदय मध्यपुरुषः एकवचनं किं मध्यपुरुष हिनस्सि हिनस्सि सकारद्वयम् अथवा एकैकः सकारः न न द्वयमस्ति हिनस्सि हिनस्सि हिंस्थः हिंस्थ हिनस्मि हिंस्वः हिंस् अस्तु अग्रे आम् महोदय अत्र धातुः तु हिंस् भवति तादृशमेव रुदादिभ्यः श्नम् इत्यनेन मध्ये नकारः तिष्ठति हिनस् इति भवति अनन्तरं तत्र स्नसोरल्लोपः इत्यनेन नकार उत्तरवर्ति अकारः लोपः भवति हिंस् भवति स्नसोरल्लोपः वा न न स्नान्नलोपः स्नानलोपः इत्युक्ते उत्तरनकारस्य लोपः भवति इति इनस् योगः तु इदानीमेव स्नसोरल्लोपः इत्यनेन नकारस्य नकार उत्तरवर्ति अकारः लोपः भवति हिंस् इति भवति समीचीनं खलु महोदय तु प्रत्यपित् अस्ति खलु अहं तात् भव अहं तात् करोमि इदानीं प्रथमं तु करोतु अत्र तु तात् आम् अस्तु तु करोतु तु तात् अस्तु अस्तु तु तात् इदानीं हिनस् स्नसोरल्लोपः इत्यनेन मया उक्तं खलु महोदय तत्र हिनस् भवति तु योजनेन किमपि कार्यं नास्ति अत्र इनस्तु एव तु इति अपि अस्ति स्नसोरल्लोपः कार्यं न करोति तु कृते खलु अत्र हिनस् इति भवति रुदादिभ्यः स्नम् इत्यनेन महोदय एकप्रश्नस्य उत्तरं ददातु तु पित् अस्ति वा अपि अस्ति तु हलादि अपि अस्ति न न न अपि अस्ति वा न न न अत्र किम् अस्ति तु पित् अस्ति तर्हि स्नसोरल्लोपः कार्यं करोति न वा स्नसोरल्लोपः कार्यं किम् अस्ति अत्र एकनिमिषं महोदय कतिवारम् अस्माभिः पठितमस्ति स्नानलोपः इति स्नसोरल्लोपः इत्यस्य भ्रमः अभवत् नान्नलोपः भिन्नम् अस्ति तेन नकारस्य लोपः भूत्वा हिनस् भवति इदानीं हिनस् योगः तु अस्ति तु पित् अस्ति पित् अस्ति चेत् श्नसोरलोपः कार्यं करोति न वा कार्यं न करोति अतः किं रूपं भवति हिनस्येव तिष्ठति खलु महोदय रूपं वदतु तत्र किमपि कार्यं नास्ति अतः वर्णमेलनमेव हिनस्तु इति भवति तावदेव सम्यक् तत्र किमपि नास्ति अग्रे तात् अनन्तरं तात् इदानीमेव तत्र इदानीमेव तत्र हिनस् इति भवति अनन्तरं तत्र पूर्वमेव दृष्टवन्तः तत्र किमस्ति नच्छपदान्तस्य जलि इत्यनेन नकारस्य अनुस्वारः भवति एकनिमेषः एकनिमेषः हिनस् अस्ति खलु हिनस् आम् हिनस् अस्ति हिनस् मध्ये नश्चपदजलि कथं कार्यं करोति न अस्ति खलु हिनस् अनन्तरं तात् भवति हिनस् अनन्तरं तात् भवति तात् हलादि अपि अस्ति अतः तत्र अपि अस्ति अतः किं भवति कतिवारम् अस्माभिः पठितमस्ति महोदय अपि अस्ति चेत् किं भवति नसोरल्लोपः मया उक्तं खलु महोदय एतत् विषये नसोरल्लोपः इति उक्तं मया अतः नकारस्य इदानीं न उक्तवती महोदय तात् इति पूर्वं मया स्वीकृतं यत्र नावश्यकं तत्र उक्तवती यत्र आवश्यकं तद् न उक्तवती तु मध्ये आवश्यकं नास्ति तत्र भवती उक्तवती नसोरल्लोपः अत्र आवश्यकम् अस्ति अतः परन्तु न उक्तवती इदानीं नसोरल्लोपः इत्यनेन अकारस्य नकार उत्तरवती अकारस्य लोपः भूत्वा हिन्स् इति भवति तात् योजनेन इन्स् तात् तावदेव खलु महोदय तादृशमेव हिंस्ताम् इति भवति अनन्तरम् अन्तयोजनेन हिंसन्तु इति भवति पूर्वमेव दृष्टवन्तः हिंस्तात् इति अनन्तरं अनन्तरम् अत्र एकरूपमपि भवति हि तात् इति तात् पूर्वमेव दृष्टवन्तः इदानीं हि स्थाने हु जल्भ्यो हेर्दि इत्यनेन हकारस्य स्थाने चतुर्थवर्णः दकारः भूत्वा हिन्दी भवति तावदेव खलु महोदय हिन्दी अनन्तरं हिन्दी इत्युक्ते तत्र सूत्राणि कानि क्रमः कीदृशः किमपि न वदति साक्षात् रूपं मा वदतु हिनस् योगः हि अस्ति इदानीं किम् इदानीं हिनस् योगः दि भवति अनन्तरं अनन्तरं तत्र सूत्रं योगः धि इदानीं किं दि आगच्छति चेत् अत्र न अत्र सकारः भवति सकारः भवति दि च इत्यनेन सकारस्य लोपः भवति खलु महोदय सम्यक् रीत्या करोतु एकनिमिषं महोदय अत्र इदानीमेव पठितवन्तः देट् वट् इस् देट् रुर्वा दः भवति खलु महोदय दः भवति वा महोदय भवान् किं चिन्तयति अहं ज्ञातुं न भवती किं चिन्तयति अहं ज्ञातुमेव न शक्नोमि हिनस् योगः धि इदानीं धि अस्ति धि पित् अस्ति वा अपित् अस्ति वा धि अपित् अस्ति हलादि अपि अतः प्रथमम् अङ्गकार्यं करोतु खलु तदनन्तरं सन्धिकार्यम् अङ्गकार्यं किम् अस्ति हिनस् मध्ये किं भवति हिनस् सकारस्य एकः सिपि धातो रुर्वा इत्यनेन कार्यं करोति। सिपि धातो रुर्वा पदान्ते सकारः अस्ति चेदेव कार्यं करोति। अत्र पदान्ते अस्ति वा सकारः? नास्ति। किम् इतोपि एकसूत्रमस्ति खलु, तत्र तिप्यनस्तोः तिप्यन अत्र तिप् अस्ति वा? सर्वाणि सूत्राणि भवती वदति, किमपि यत् सूत्रं न वदति। नूतनतया पठितं खलु, अतः एव मया उक्तम् अत्र। न भवती रूपं सम्यक् वदति हिन्दी, परन्तु क्रमः कीदृशः? हिनस् योगः हि, तदनन्तरं पूजल्भ्यो हेर्दि इत्यनेन हिनस् योगः धि, एतावत्पर्यन्तं सम्यक् अस्ति। इदानीं धी पित् अस्ति वा अपित् अस्ति वा? भवती किं वदति? अपित् अस्ति। अतः अपित् अस्ति चेत् हिनस् मध्ये अङ्गकार्यं किं भवति? तत्र नच्च पदान्तस्य जलि इति लोपः नसोरल्लोपः खलु, नसोरल्लोपः, अतः तत्र नकार उत्तरवर्ति, अकारः लोपः भूत्वा हिंस् योगः बि भवति। इदानीं किम्? इदानीं नच्च पदान्तस्य जलि भवति वा महोदय? न, इदानीं पूर्वमेव। तत्पूर्वं किं सूत्रं भवति? पूर्वत्र सिद्धम् इत्यनेन खलु भूजल्भ्य हेर्दि इति, एतत् भवति अभवत्, न तत् न हिंस् योगः धि। इदानीं सन्धिकार्यं, सन्धिकार्ये प्रथमं सूत्रं किं? सकारः योगः धकारः किं भवति? ओ आम् आम् आम् आम्, अत्र जलां जश् जशि इति कार्यं करोति वा तृतीयवर्णः? तस्य अपवादः किमस्ति? सकारोत्तरवर्ति धकारः, सकारस्य किं भवति? धी च खलु, धी च इत्यनेन सकारस्य लोपः भवति, मया उक्तमपि एतत्। भवती उक्तम् अथवा किमपि करोतु, इदानीं प्रश्नः अस्ति चेत् उत्तरं ददातु। इदानीं दीच इत्यनेन सकारस्य लोपः भवति, अनन्तरं हिं योगः दीव, हिं योगः दि, नकारस्य किं भवति? नकारस्य इदानीमेव तत्र नच पदान्तस्य जलि आगच्छति, नच पदान्तस्य जलि इत्यनेन अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन एतदपि कार्यं करोति, अतः हिन्दी इति भवति। तावदेव सर्वदा चिन्तयतु, किञ्चित् केवलम् अन्तिमरूपं सम्यक् अस्ति चेत् पर्याप्तं नास्ति। कथं रूपं भवति? अत्र अष्टाध्यायीविषये चर्चा भवति खलु, अतः क्रमः कीदृशः भवति, तस्य सूत्राणि कानि सन्ति, एतत् सर्वं वदामि, पुनरपि अहं वदामि महोदय। सम्यक् अस्ति हिन्दी, हिनस् योगः हि, हिनस् योगः हि पूजल्भ्यो हेति इत्यनेन हिनस् योगः धि, ष्टसोरल्लोपः इत्यनेन हिंस् योगः धि, धी च इत्यनेन अनन्तरम् एकनिमिषः, तर्हि इदानीं सम्यक् समाप्तं, सर्वे तत्र गृहकार्यरूपेण कार्यं कुर्वन्तु। न अहं करोमि, हिंस्तं हिंसं हिंस्त इदानीं महोदय मया गन्तव्यं, गृहकार्यरूपेण सर्वाणि सर्वे एकवारं पुनः अभ्यासं कुर्वन्तु, तत्र बहुत्र क्लेशः अस्ति इति अहं चिन्तयामि, अतः पुनः कार्यं करोतु, पुनः अभ्यासं करोतु। अभ्यासं कृते बहु सम्यक् सुलभ अस्ति खलु, केवलं सन्धिकार्यमेव अस्ति खलु, किमपि नास्ति, किमपि नास्ति, सामान्यकार्यं न पुनः पठतु, अभ्यासस्य किञ्चित् तत्र आवश्यकता. अस्तु महोदय, शुभरात्रिः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.